नमस्सर्वेभ्यः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. गतसप्ताहे अष्टाध्याय्यां प्रत्ययः, प्रक्रिया च समग्रदृष्टिः इत्यस्मिन् पाठे प्रथमचित्रं वयम् अवलोकितवन्तः. तस्मात् पुनः वयं कुर्मः अद्य. चित्रं प्राप्तं वा? पञ्चमपाठः अष्टाध्याय्यां परिचयः 4.5 इति, तत्र प्रथमचित्रम्. प्राप्तं वा? आं भगिनि. अस्तु, तत्र किमस्ति इत्युक्ते प्रत्ययः इति अस्ति, अधिकारसूत्रमस्ति प्रत्ययः इति. तृतीयाध्यायस्य प्रथमपादस्य प्रथमसूत्रमस्ति. तस्य व्याप्तिः, प्रत्ययः इति अधिकारसूत्रस्य व्याप्तिः तृतीय चतुर्थ पञ्चम अध्यायस्य अन्तपर्यन्तं भवति. अतः तत्र प्रत्ययस्य विषये यत्किमपि वयं ज्ञातुं शक्नुमः तृतीय चतुर्थ पञ्चम अध्याये द्रष्टव्यं, यत् सर्वत्र अस्ति तत्. तत्र भागद्वयम् अस्ति प्रत्ययस्य. वयं तु धातुभ्यः विहितः प्रत्ययः वयं जानीमः, तिङ् वा कृत्वा अस्ति इति. अनन्तरं प्रातिपदिकेभ्यः विहितः प्रत्ययः सुप् स्त्री तदितप्रत्ययः इति भागत्रयम् अस्ति. प्रातिपदिकात् विदितः प्रत्ययः तु चतुर्थ पञ्चम अध्यायौ सन्ति, इत्युक्ते धातोः विहितः प्रत्ययः तृतीय अध्याये अस्ति इति. तत्र सुप् इति प्रत्ययः, स्त्री इति प्रत्ययः, तद्धितप्रत्ययः प्रातिपदिकेभ्यः विहितः. तत्र एव अस्माकं सुप् इत्युक्ते सुबन्तप्रकरणं तत्र एव भवति, तद्धितप्रकरणम् अपि. अनन्तरं धातोः विषये एव वयं प्रथमं पश्यामः, अतः तदेव मुख्यमस्ति इदानीं. तत्र तिङ् इति प्रत्ययः, तत्र वयं पूर्वमेव पठितवन्तः सार्वधातुकः, आर्धधातुकः इति भागद्वयम् अस्ति इति. तत्र प्रक्रियाभेदः सन्ति, सार्वधातुकः इत्युक्ते गणभेदः सन्ति, आर्धधातुकः इत्युक्ते गणभेदः तत्र नास्ति इति वयं किञ्चित् अवलोकितवन्तः. पूर्णतया वयम् अग्रे पठामः. कृत् इति प्रत्ययः, यद् तिङ् प्रत्ययः नास्ति, तिङ् भिन्नः कृत् प्रत्ययः इति नाम. तत्रापि सार्वधातुकः आर्धधातुकः इति भागद्वयम् अस्ति इति तत्र. अनन्तरं सार्वधातुकः इत्युक्ते तत्र अस्माकं चिन्तनं भवति पित् अस्ति वा अपित् अस्ति वा इति. तिंषित् सार्वधातुकम् इति वयं जानीमः. अपित् सार्वधातुकम् अपित् इत्युक्ते तत्र गुणनिषेधः भवति इत्यपि वयं दृष्टवन्तः. यदा आर्धधातुकप्रत्ययः अस्ति चेत् तत्र चिन्तनं किम् इत्युक्ते तत्र कित्वा नित्वा प्रत्ययः, अनन्तरं नित्वा नित्वा प्रत्ययः, कित् नित् नित् नित् भिन्नः प्रत्ययः इति तत्र चिन्तन त्रैविध्यमस्ति. अनन्तरं विकर्णप्रत्ययः, तत्तु वयं जानीमः विकर्ण प्रत्ययः कः इति, विकर्णाः के इति. अनन्तरं धातुप्रत्ययः, धातुप्रत्ययः द्वादशः सन्ति. सनादिप्रत्ययः इति आरभ्य तत्र द्वादशप्रत्ययाः सन्ति, तेषां नाम एव धातुप्रत्ययः इति तत्र नामकरणमस्ति. तदेव वयं गतसप्ताहे दृष्टवन्तः. प्रत्ययानां सप्तभेदः सन्ति, भेदाः सन्ति सुप् त्री तदित तिङ् कृत् विकर्णाः धातुप्रत्ययाः इति सप्तभेदाः सन्ति प्रत्ययानां विषये. अद्य अग्रे पठामः, द्वितीयचित्रं प्रति गच्छामः. रघुपतिमहोदय प्रतिपादयति वा द्वितीयचित्रम्? एतत् आधारेण च कीदृशकार्याणि सम्भवन्ति इत्यस्य चिन्तनार्थम् अस्माकं वर्गस्य नूतनसदस्य शुकवनं महोदय सुन्दररीत्या चित्रं निर्मितवान्. अस्तु, धातोः प्रत्ययः, अस्तु, धातोः प्रत्ययः धातोः विदितः प्रत्ययः तत्र सारदा तिङ्क्षित् सारधातुकं सारधातुकः अस्ति आर्धातुकः अस्ति सारधातुक सारधातुकप्रत्ययः के इत्युक्ते तिङ्क्षित् सारधातुकं यत्र तिङ् अथवा षित् अस्ति प्रत्ययस्य प्रत्यये तदेव तिङ्क्षि सारधातुकम् इति उच्यते ति अथवा षि अस्ति इत्संज्ञकवर्णः अस्ति चेत् शेषः आर्धातुकः अस्ति आर्धातुकः सार्धातुक सार्धातुकप्रत्यये अपि द्वे द्वौ विधौ स्तः पित् अपि च अपित् पित् ओके अस्तु अपि च आर्धातुकशेष इति आर्धातुकः अस्ति अत्र भेदत्रयः अस्ति भेदत्रयम् अस्ति कित् नित् नित् नित् भिन्नः अपि च नित् नित् इति सार्वधातुक अपित् सार्वधातुक अपित् अपि नित्वत् भवति अतः नित्वत् भवति इति इत्युक्ते गुणनिषेधक गुणनिषेधः अस्ति अपित् अपित्वात् ते अपित् प्रत्ययाः नित्वत् भवति अतः गुण न भवति यदा कित् नित् अस्ति गुणनिषेधक गुणनिषेधक अस्ति यदा आर्धातुके प्रत्यये कित् अथवा नित् अस्ति चेत् निति च इति सूत्रेण गुणनिषेधः भवति कित् नित् नित् अस्तु नित् नित् नित् इति किम् इत्युक्ते अत्र प्रत्यये आर्धातुकप्रत्यये नित् अथवा णित् अस्ति चेत् तत्र यदि अजन्तह्रस्व अकारः अजन्तदातवः अस्ति अजन्तदातवः अस्ति सारि अजन्तदातवः अस्ति चेत् तत् तेषाम् अचोर्णिति इति सूत्रेण वृद्धिः भवति अथवा ह्रस्व उपदायां ह्रस्व अकारः अस्ति चेदेव आम् अचोणिति अथवा अत उपदाय इति सूत्रेण वृद्धिः भवति अतः नित् अथवा नित् अस्ति चेत् अपि च अजन्तधातवः अस्ति चेत् अजन्त अजन्तदातवः अस्ति चेत् वृद्धिः भवति अथवा उपदायां अत् अस्ति चेत् उरण्ड्रपर अकार एव ह्रस्व अकार अस्ति चेत् वृद्धिः भवति अन्यत् नित् नित् नित् न भवति न अस्ति चेत् लघु उपदाय धातुः पुगन्तलघुपदस्य अच्छु अस्तु गुणः भवति नित् नित् अस्ति चेत् अकारः अस्ति चेत् अथवा ह्रस्व उपदायम् अकारः अस्ति चेत् वृद्धिः भवति न अन्यथा आर्धातुकसार्धातुकयोः इति सारि लघु पुगन्तलघुपदस्य च इति सूत्रेण अङ्गस्य गुणः भवति इति अस्ति अपि च नित् नित् भिन्नाः सर्वे गुण भवितुं भवितुं तत्र सर्वत्र गुणः भवति अङ्गस्य गुणः भवति सम्यक् तदेव अस्ति प्रक्रियादृष्टिः चित्ररूपेण वर्णितम् अस्ति तस्य उपयोगं कुत्र भवति इत्युक्ते अधः अभ्यासः अस्ति किल तत्र वयं तस्य उपयोगं कुर्मः किं कथम् आगच्छति इति क्षम्यतां भगिनि कृपया पुनः वदतु कित् प्रक्रिया नित् तद् अहं जानामि परन्तु कित् नित् नित् णित् भिन्नः इत्युक्ते किम् अपि च नित् णित् किम् इति कृपया सूचयतु आम् आं तत्र किं भवति इत्युक्ते प्रत्ययाः दृष्टिः एव प्रत्ययः कित्वा णित्वा भवति चेत् वयं तु जानीमः तत्र तु गुणनिषेधः प्रथमकार्यम् इति च इति सूत्रेण अनन्तरं कित् ङित् णित् णित् भिन्नः कित् नास्ति ङित् नास्ति इत्युक्ते तत्र किं भवति इत्युक्ते तत्र सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणः तु भवति आर्धधातुकसंज्ञकः प्रत्ययः अपि गुणः भवति अतः तत्र गुणः भवति यदा उपधायां लघु इक्वर्णः अस्ति चेत् पुगन्तलघुपदस्य च यदा वयं सार्वधातुकविषये कुर्मः तादृशमेव अत्र गुणः तादृशमेव गुणः तु भवति कित् ङित् ङित् ङित् भिन्नप्रत्ययः इत्युक्ते किम् इति वयम् अधः एव पश्यामः तत्र अभ्यासः अस्ति किल तत्र एव दत्तमस्ति तद् तादृशप्रत्ययोः गुणः भवति इति द्वितीयं तृतीयम् अपि ङित् वा णित् वा प्रत्ययः यदा अस्माकं नूल् इति प्रत्ययः किल तत्तु ङित् प्रत्ययः नकारस्य इत्संज्ञा भवति तत्र अतः तादृशप्रत्ययोः किं भवति इत्युक्ते यदा अजन्तप्रत्ययः अस्ति अस्माकम् अजन्त इत्युक्ते ची इति धातुः अजन्तधातुः तादृशप्रत्ययोः किं भवति इत्युक्ते अचोनिति इति सूत्रेण वृद्धिः भवति तादृशमेव ह्रस्व अकार उपधाधातुः उपधायां यदा ह्रस्व अकारः अस्ति चेत् तत्र अत उपधायाः इति सूत्रेण द्वयोः सूत्रयोः कार्यं तु वृद्धिः एव परन्तु भिन्नभिन्नसूत्राणि अजन्तधातुः अस्ति चेत् अचोनिति ह्रस्व अकार उपधायां ह्रस्व अकारः अस्ति चेत् अत उपधायाः इति सूत्रेण तत्र वृद्धिकार्यं भवति गुणकार्यं नास्ति वृद्धिकार्यं तु भवति इति सूत्रं वदति उदाहरणं तु अधः अस्ति अस्मिन् अभ्यासे एव अस्ति वयं परिशीलयामः एतद् वयं पूर्वं पठितवन्तः वा अचोनिति अत उपधायाः इति एकवारं पठितवन्तः यदा वयं निच् इति प्रत्ययः स्वीकृत्य तत्र रूपं साधितवन्तः किल तस्मिन् समये अचोनिति अनन्तरम् अत उपधायाः इति सूत्रद्वयमपि परिशीलितवन्तः प्रायः एकवारम् इति चिन्तयामि निच् इति प्रत्ययः विषये एव वयं नूल् इदानीं पर्यन्तं न कृतवन्तः किल आर्धधातुकप्रत्ययविषये नूल् वा तव्यत् किमपि न कृतवन्तः निच् निच् प्रत्ययविषये एतस्य अर्थः किं कित् ङित् णित् णित् भिन्नः इत्युक्ते किं यदा प्रत्ययः इत्संज्ञकः कित् इत्युक्ते इत्संज्ञा तत्र ककारस्य इत्संज्ञा नास्ति ण्यकारस्य इत्संज्ञा नास्ति भिन्नः तद् नास्ति तस्मिन् क्लासिफिकेशन् मध्ये न आगच्छति अन्य किमपि भवतु इत्युक्ते तत्र आगच्छति यदा तुमुन् इति प्रत्ययः स्वीकुर्मः तुमुन् इति आर्धधातुकप्रत्ययः तत्तु कित् अपि नास्ति ङित् अपि नास्ति ङित् अपि नास्ति ङित् अपि नास्ति अतः भिन्नः एव किल अस्तु तत्र आगच्छति तुमून् इत्यत्र आगच्छति यत्किमपि कित् वा ङित् वा ङित् वा ङित् वा नास्ति तत्सर्वम् अस्मिन् क्लासिफिकेशन् मध्ये आगच्छति तत्र गुणः भवति वयं तदा वदामः पित् यदा यदि विकरणप्रत्ययः शप् स्वीकुर्मः तत्र पकारः अन्ते अस्ति अतः पित् इति भवति खलु आम् आम् इत्संज्ञा पकारस्य इत्संज्ञा यस्य सः पित् सार्वधातुकस्य चिन्तने एव पित्वा अपित्वा भवति आर्धधातुकस्य चिन्तने तद् नास्ति किमर्थम् इत्युक्ते वयं तिंशित् सार्वधातुकम् इति स्वीकुर्मः तत्र एव पित्वम् अपित्वम् इति चिन्तनं भवति अस्माकं विकरणप्रत्ययः तत्र एव आगच्छति अपि अर्धधातुकस्य तु विकरणप्रत्ययः किमपि नास्ति तत्र अस्माकं तादृशचिन्तनं न भवति धन्यवादः अन्य कोऽपि आगतवान् वा मध्ये आं भगिनि नमस्कारः स्वागतं भगिनि नमस्कारः भगिनि वयम् इदानीं 4.5 इति पाठे अस्मि भगिनि. द्वितीयचित्रं कृतवन्तः, अभ्यासं प्रति गच्छामः. प्राप्तं वा तत्? वयं कुत्र अष्टाध्यायी परिचयः इति भागे पञ्चमपाठः भगिनि, पञ्चमपाठः अष्टाध्यायी प्रत्ययः प्रक्रिया च समग्रदृष्टिः इति पाठे चित्रद्वयं कृतवन्तः. चित्रस्य आधारेण अभ्यासः इदानीं. पुस्तकमध्ये पुटसङ्ख्या किं भगिनि? इत्येव दृश्यते अत्र 4.5, चतुर्थ अष्टाध्यायी परिचयः, तत्र पञ्चमपाठः. पुस्तकं नास्ति भगिनि, अस्माकं वेब्सैट् एव. करपत्र एव वा? हा, करपत्रमेव. आम् आम्, तत्र अभ्यासः इति भागः अस्ति किल, प्रत्येकं दातुम् आदाय इति. प्राप्तं वा? अष्टाध्यायीप्रकरणं प्रक्रिया समदृष्टिः. आम् आम् आम् आम् आम् आम् आम्. करपत्रे कुत्र अस्ति बहु? आम्, चित्रात् अनन्तरम् अभ्यासः इति भागं स्वीकरोति. अस्तु, प्रथम अष्टाध्याय मानचित्रं सप्तमी न भगिनि, न अभ्यासः इति भागः अस्ति किल, चित्रात् अनन्तरं, चित्रद्वयम् अनन्तरम् अहं पश्यामि भगिनि. पश्यतु, माला भगिनी पठति वा? आं भगिनि. अभ्यासः, प्रत्येकं धातुम् आदाय इमानि रूपाणि परिशील्य निष्पादयतु. लट् लकारस्य प्रथमपुरुष एकवचनानन् प्रथमपुरुषैकवर्णान्तरूपं वचनान्तरूपं त्वा प्रत्ययान्तं रूपं निच् प्रत्ययान्तधातोः लट् लकारस्य प्रथमपुरुषैकवचनान्तरूपं तुमुन् प्रत्ययान्तं रूपम्. प्रत्येकस्यां स्थितौ धातुः कीदृशः? इगन्तधातुः, इगन्तभिन्न अजन्तधातुः, लघु इगुपदधातुः, अदुपदधातुः, अपि च प्रत्ययः कीदृशः? सार्वधातुकं पित्, सार्वधातुकम् अपित्, आर्धधातुकं कित् णित्, आर्धधातुकं णित् णित्, आर्धधातुकं कित् णित् णित् णित् भिन्नः इति वक्तव्यम्. अस्तु, इदानीम् अस्माकम् अभ्यासः भवति कीदृशः धातुः इति वक्तव्यं भवति. तस्य लट् लकार प्रथमपुरुष एकवचनान्तरूपम् इत्यादि, निच् अथवा क्त्वा इत्यादि, अनन्तरं सार्वधातुकं वा आर्धधातुकं वा, अनन्तरं आर्धधातुकम् अस्ति चेत् कित् नित् अथवा णित् णित् अथवा कित् नित् नित् नित् भिन्नः इति वक्तव्यं भवति. प्रथममस्ति भ्वादिगणे नी धातुः. इदानीं नी धातुः सार्वधातुकः अस्ति. कथं जानीमः? यतोहि तिङ् अस्ति खलु. अस्तु, प्रथमं किं करोतु इत्युक्ते, प्रथमं धातुः कीदृशः इति वदतु. सार्वधातुकः वा आर्धधातुकः इति प्रत्ययस्य विषये एव. अतः प्रथमं धातुः मी इति धातुः तत्र दत्तमस्ति किल, इगन्तधातुः, इगन्तभिन्नधातुः, तादृशं कीदृशधातुः नी इति धातुः. नी इत्युक्ते इगन्तधातुः अस्ति. सम्यक्, इगन्तधातुः अस्ति. अतः अस्माकं तत्र प्रथम इगन्तधातुः इति इदानीं स्वीकृतवन्तः. सम्यक्. अनन्तरं लट् लकारस्य प्रथमपुरुष एकवचनान्तरूपं साधनीयं. तत्र प्रत्ययः किं भ्वादिगणे शप् भवति, न शप् इति विकरणप्रत्ययः. लट् लकारस्य प्रथमपुरुष एकवचनान्तरूपम् इत्युक्ते तत्र प्रत्ययः कः? तिप्. तिप् शम्. सम्यक्. अनन्तरमेव विकरणप्रत्ययः आगच्छति. प्रथमम् अस्माकं प्रक्रियायां नी योगः तिङ् तिङ् वा तिङ् इत्युक्ते तिङ् स्थाने तिप् इति इदानीम् अस्माकं विवक्षा तु प्रथमपुरुष एकवचनान्तरूपम्. अतः नी योगः तिप् इति प्रथमसोपानं. द्वितीयसोपाने एव नी इति धातुः तिप् इति पश्यति भ्वादिगणीयधातुः. अतः कर्तरि शप् इति सूत्रेण शप् आगच्छति. अस्तु भगिनि. आम् आम् वदतु इदानीम्. अस्तु, तर्हि नी धातुः इगन्तधातुः अस्ति. अस्माकं विवक्षा अस्ति लट् लकारस्य प्रथमपुरुष एकवचनान्तरूपम्. अतः नी योगः तिप् इति भवति. अनन्तरं विकरणप्रत्ययः योजयामः, नी योगः शप् योगः ति. सम्यक् वा? सम्यक्. नी योगः शप् योगः ति. अत्र नी अन्ते दीर्घ ईकारः अस्ति, तस्य गुणः भवति नी यो नी भवति एव. सम्यक्. केन सूत्रेण? तर्हि एकनिमिषः, पुगन्तलघुपदस्य अहं स्मरामि, परन्तु चित्रं पश्यतु भगिनि, चित्रमेव पश्यतु. सार्वधातुक आर्धधातुकयोः सम्यक् इति सूत्रेण नी इत्यस्य ने भवति. अनन्तरं शप् विकरणप्रत्यये शकारपकारयोः लोपः भूत्वा अकारः अवशिष्यते. तर्हि ने योगः अयोगः ति, ने योगः ने योगः अ. अत्र एचो यबायावः इति सूत्रेण एकारस्य अय भवति. तर्हि नय नञ् योगः अयोगः ति, नयति इति अन्तिमरूपं भवति. सम्यक् सम्यक्. अस्तु, द्वितीयमपि करोतु. त्वा प्रत्ययः, त्वा प्रत्ययः कुत्र अस्ति? त्वा प्रथमपुरुष पुरुष एकवचनान्तरूपम्, अनन्तरं त्वा त्वा इक्त्वा इति प्रत्ययः. कीदृशप्रत्ययः इति प्रथमं वदतु, अनन्तरं योजयतु. नी योगः त्वा. अस्तु, नी योगः त्वा, त्वान्तरूपम्. तर्हि रूपं भवति नीत्वा नी कीदृश नियोगः त्वा त्वा भवति आर्धधातुकप्रत्ययः यतोहि सिंह्वा शित्वा नास्ति अनन्तरं गुणः भवति करणीयं गुणः भवति वा गुणः न भवति किमर्थम् किमर्थं गुणनिषेधः तत्र त्वा इति द्रष्टव्यं खलु आम् तद् कित् अस्ति सम्यक् कित् अस्ति इत्यनेन तस्य गुणः गुणनिषेधः अतः नियोगः क्त्वा नीत्वा भवति सम्यक् नीत्वा नीति च इति सूत्रेण गुणनिषेधः तत्र भवति सम्यक् नीति नियोगः निच् अपि करोतु भगिनि नियोगः निच् निच् सर्वत्र प्रथमचिन्तनं भवति निच् इति कीदृशप्रत्ययः वयं तु धातुः एकवारम् इगन्तधातुः इति साधितवन्तः तत्र तु समानकार्यमेव सर्वत्र परन्तु इदानीं निच् इति प्रत्ययः कीदृशप्रत्ययः निच् इति प्रत्ययः आर्धधातुकप्रत्ययः यतोहि तिंशित् नास्ति अनन्तरं गुणः वा वृद्धिः वा गुणनिषेधः वा किं भवति नित् अस्ति अतः वृद्धिः भवति सम्यक् कथम् आगच्छति रूपं निच् निच् अजन्त अस्ति तत्र निच् इत्यस्य इत्संज्ञा वर्णः के चकारस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति णि अवशिष्यते नकारस्य न भवति वा नित् इति इदानीमेव साधितवन्तः किल नित् इति इत्युक्ते नकारस्य अपि इत्संज्ञा भवति एव किल नकारस्य इत्संज्ञा अस्तु चुटु चुटु इति सूत्रेण किम् अवशिष्यते सम्यक् नियोगः इ इति इदानीं स्थितिः इदानीं वृद्धिः करोतु नी इत्यस्य नै इति भवति नै वृद्धिः किल नै योगः इ इदानीम् अस्माकं सन्धिकार्यं नयति नयति इति तु प्रथम लट्लकारस्य प्रथमपुरुष एकवचनान्तरूपं किल परन्तु इदानीं तु अस्माकं निजन्तरूपम् आवश्यकं तद् तादृशं न भवति किल नै योगः इ इत्युक्ते एचोयवायावः इति सूत्रेण आय् इति आदेशः भवति नाय् योगः इ नाय् योगः इ इति स्थितिः नायि इति इदानीम् अस्माकं नूतनधातुः नायि अनन्तरं किं भवति एकवारं वयं प्रायः एकवारं कृतवन्तः इति भवति हा हा वयं कृतवन्तः पूर्वं विस्मरामि भगिनि इदानीं किं भवति इत्युक्ते अनन्तरं नायि इति यदा नूतनधातुः आगच्छति इदानीं शक् योजनीयम् शप् योगः ति इति, नायी योगः शप् योगः ति इति स्थितिः. अनन्तरं यदा वयं पूर्वं कार्यं कृतवन्तः तादृशमेव करणीयं. तत्र नायी इति ईकारः अस्ति किल, अतः गुणः भवति सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणः भूत्वा नाययति इति रूपम् आगच्छति. नाययति इत्येव रूपं. गुणः तु प्रथमं वृद्धिकार्यम् अनन्तरं गुणकार्यं द्वयोः अपि भवति. एकनिमिषं भगिनि, क्षम्यताम् एकनिमिषम्. क्षम्यताम्. आम्, नाययति इत्येव रूपं भवति. अवगतं वा? रूपं, हा हा अवगतं. नित्यन्तरूपम्. अत्र धातुः, नूतनधातुः साधनीयं प्रथमम्, अनन्तरं शप् यदा वयं भुआदिगणे कृतवन्तः तादृशमेव. भगिनी, अत्र णिच् अस्ति, णिच् मध्ये अस्ति, शप् सर्वदा भवति, तत्र बाधा न भवति वा? शप् इति सर्वदा इति न, भुआदिगणे तु शप् भवति एव. अन्यत् किमपि गणः अस्ति चेत् तत्र अन्यत् कार्यं भवति. यदा तुदादिगणीय एतत् नित् भवति चेत् वयं दृष्टवन्तः मध्ये बाधा नास्ति चेत् एव दृश्यते. आम्, अवगतं प्रश्नः, सम्यक् प्रश्नः. तत्र प्रथमं तु नित् अस्ति इति कृत्वा एव वयं नूतनधातुः साधितवन्तः. नायी अनन्तरमेव यदा नायी इति नूतनधातुः, भुआदिगणीयधातुः इति कृत्वा तत्र वयं शप् योजयामः. दृश्यते. आम्, सम्यक् प्रश्नः, समीचीनः. भगिनी, स्वादिगणे स्नो एव विकर्णप्रत्ययं खलु भगिनि? भुआदिगणे प्रथमगणं, प्रथमगणे शप्, प्रथमगणे निचि इति न निचिति प्रत्ययः. निचिति प्रत्ययः तु गणस्य चिन्तनं तत्र नास्ति. यदा चुरादिगणे वयं स्वीकुर्मः स्वार्थे णिचि, तस्मिन् समये एव गणचिन्तनं भवति. तत्रापि शप् एव विकरणप्रत्ययः आगच्छति. यदा णिच् एव प्रत्ययः इति वयं स्वीकुर्मः चेत् तत्र अर्धधातुकचिन्तनमेव भवति. अवगतं वा? तत्र भवती, तत्र भवती भुआदिगणे एव निच् करोति वा? न, भुआदिगणे सर्वत्र निच् नास्ति. यदा अस्माकं सः किमपि प्रेरणा करोति इति वदामि चेत् तस्मिन् समये वयं गणस्य चिन्तनं कुर्मः. तदपि यदा वयं नूतनधातुः तत्र सर्वत्र एकमेव कार्यं, किमपि गणः भवतु, तत्र प्रथमं निच् इति योजयामः चेत् तत्र विकरणप्रत्ययः मध्ये न आगच्छति. आर्धधातुकप्रत्ययः, अतः मध्ये किमपि विकरणप्रत्ययः न आगच्छति. अनन्तरं वयं नूतनधातुः साधयामः. नूतनधातुः साधयित्वा पश्यामः कस्मिन् गणे अस्ति. नायी इति नूतनधातुः, भुआदिगणीयधातुः, अतः तत्र वयं शप् इति विकरणप्रत्ययः योजयित्वा कार्यं करणीयम्. अवगच्छति वा? अत्र णिच् अस्ति, तत् सर्वेभ्यः धातुभ्यः भवति वा णिच्? आम्, कर्तुं शक्यते. परन्तु चुरादिगणे णिच् इत्यस्य भागद्वयं, विवक्षाद्वयम् अस्ति. प्रेरणार्थे, स्वार्थे, अस्माकं कृते, अहं, मम कृते, चोरः चोरयति इति. तस्मिन् चुरादिगणे केचन धातवः एव सन्ति. परन्तु यदा णिच् इति योजयामः प्रेरणार्थे, तत्र सर्वत्र भवति. तत्र चोरयति इति निच् अस्ति चेत् अन्तिमरूपं चोरयति एव भवति वा? चोरयति एव भवति तत्रापि. आम्, चोरः स्वस्य कृते चोरयति, चोरः मम कृते अपि चोरयति इति अपि तत्रापि चोरयति एव रूपम् आगच्छति. यदि आम् वाक्यं पठित्वा अवगन्तव्यं तद् प्रेरणार्थे वा स्वार्थे वा इति. चोरः चोरयति इत्युक्ते स्वार्थे, चोरः मम कृते चोरयति इत्युक्ते प्रेरणा, तस्य किमपि प्रेरणा भवति इति. भगिनि, अत्र वयम् एतत् प्रक्रिया स्वीकुर्मः चेत् अन्तिमरूपं तदेव सिद्ध्यति. समानरूपमेव. तत्र भवान् तु अस्माकं सन्धिवर्गे अपि सन्ति इति चिन्तयामि. तत्र निजन्तप्रक्रिया इति आगच्छति यदा हलन्त हल् सन्धिः समापयित्वा तत्र निजन्त इति पूर्णतया नत्वं निजन्तम् इति पूर्णतया तत्र कुर्मः. तत्र सूत्रसहितदृष्टिः, कीदृशधातुः, कथम् आगच्छति सर्वं प्रायः अग्रिमपाठः इति चिन्तयामि. माला भगिनी, भवती एव समापयति वा? अन्तिमम् अस्ति तुमुन् इति प्रत्ययान्तरूपम्. हा, तर्हि नियोगः तुमुन्, तुमुन् कीदृशप्रत्ययः? आर्धधातुकप्रत्ययः, किञ्चित् नास्ति. नियोगः तुमुन् तस्य तुमुन् कीदृशः? तुमुन् नित् नित् अस्ति वा? तुमुन् तुमुन् इति कित् नित् नित् भिन्नः किल, तत्र किमपि ककारः नास्ति, ण्यकारः नास्ति, नकारः अपि नास्ति. यस्य इत्संज्ञा भवति तदेव द्रष्टव्यं, तत्र कस्य इत्संज्ञा भवति. नकारस्य एव तुमुन् इत्यस्य तत्र अन्तिमनकारस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति. अस्तु, अतः तुम् उकारस्य उपदेशे अजनुनासिक इत्यनेन इत्संज्ञा भवति, तुम् इत्येव अवशिष्यते. परन्तु तत्तु कित्वा ङित्वा नित्वा णित्वा नास्ति किल. अतः नित् भिन्नः, अतः गुणः भवति. नियोगः तुम् नी इत्यस्य ने भवति, ने योगः तुम् नेतुम् इति अन्तिमरूपं भवति. सम्यक्, नेतुम् इत्येव भवति. सम्यक्, अस्तु. राजेन्द्रमहोदय, ची धातुः. स्वादिगणे ची धातुः, एकवचने द्विवचने च. अत्र चि स्वादिगणे गणी धातुः अस्ति, इगन्तधातुः अस्ति. तत्कारणात् तत्र तत्र स्वादिगणे तु शृणु आगच्छति. अतः नु शकारस्य लोपो भूत्वा नु एव अवशिष्यते. चि योग नु, क्षम्यतां, प्रथमं तु चि योग टि लट् लट् लकारस्य विवक्षानुसारं तत्र टि आगच्छति, टि आगच्छति. तदनन्तरं कर्तरी शप् सूत्रं प्रभाति, तत्र शनु प्रत्ययः कर्णप्रत्ययः आगच्छति, तस्मिन् नु एव अवशिष्यते. इदानीं सार् तत्र पित् नास्ति, तत्कारणात् तत्र गुणनिषेधः भवति. एकनिमिषं महोदय, क्षम्यताम्. क्षम्यतां महोदय. इदानीं चि योग नु योग ते अत्र पित् अपित् अस्ति, तत् कारणात् तस्य गुणः सार्वधातुक अधिकसूत्रेण तत् गुणः न भवति, गुणनिषेधः. इदानीं चि योग नु योग ति ति पित् अस्ति, तत् कारणात् नु नो भवति, नो भवति गुणं भूत्वा तत् नो भवति, अन्ततो गत्वा चिनोति तत्र प्रथमपुरुष एकवचनरूपम् एकवचनरूपम् अस्ति चिनोति. इदानीं तु चि तत् द्विवचने तत्र तथैव प्रक्रिया चि योग ति स्वादिगणे तत् ति लट्लकार लट्लकारस्य विवक्षानुसारं तत् ति आगच्छति. अनन्तरं कर्तरि शप् अपि च स्वादि गणि धातु अस्ति, तत् विकरणप्रत्यया नु आगच्छति. चि योग नु योग ति इदानीं तु तः क्षम्यतां तः इदानीं तु तः तु अपि प्रत्ययः अस्ति, तत् कारणात् गुणः भवति गुणनिषेधः, तत् कारणात् तत्र चिनुतः द्विवचने त्वा प्रत्ययः यथा भगिनी पूर्वं कृतवती त्वा कित् अस्ति, तत् चि योग त्वा तत्र कित् अस्ति, तत् कारणात् गुणनिषेधः गुणनिषेधः, तत् कारणात् तत् चित्वा रूपम् अस्ति, त्वा रूपं चित्वा. सम्यक्. निच् निच् निच् इदानीं निच् प्रत्ययः निच् प्रत्ययः तत् आगच्छति, तत्र चि योग निच् निच् निच् तु तत्र चकारस्य लोपः हलन्त्यं सूत्रेण नकारस्य लोपः भवति, णकारस्य लोपः चुटु सूत्रेण आदौ नकारस्य लोपः भवति, तत् इत्संज्ञा भवति तेषां लोपः. अनन्तरम् इ एव अवशिष्यते. चि योग इ चि तु अजन्तधातुः अस्ति, तत् कारणात् अचो निन्यते सूत्रेण तस्य तद् वृद्धि आदेशः भवति. चाय् चाय् योग इ चायि चायि भवति. इदानीं तु कर्तरि शप् सूत्रेण तत् अनन्तरं तत्र शृणु आगच्छति. चायि योग नु क्षम्यतां, तत्र तु सर्वत्र शप् एव आगच्छति, तत् मम दोषः एव, सर्वत्र शप् एव आगच्छति. क्षम्यतां, तत्र शप् एव आगच्छति, तत्र कोऽपि पूर्वं पठितवान् परन्तु अहमपि विस्मृतवती, सर्वत्र शप् एव आगच्छति. इदानीं तु चायि चायि योग अकारः षकार पकारस्य लोपो भूत्वा चायि योग अकारः योग योग योगति. इदानीं तु इकार अकार भूत्वा ऐ आदेशः भवति, ऐ आदेशः भवति, अन्ततो गत्वा वर्णमेलनानन्तरं चाययति रूपं निष्पन्नं भवति. अत्र एकनिमिषं, चायि चायि अस्ति नूतनधातु अस्ति, अनन्तरं टि अस्ति, अत्र मध्ये शप् अस्ति, शप् एव अस्ति, अतः चायि गुण भवति न चायि ए भवति वा? चायि ए चायि योगः ति इति भवति, एचोयवायावः इति सूत्रेण ऐ आदेशः भवति चाय इति. मम एव दोषः, सर्वत्र अत्र किमपि गणचिन्तनं नास्ति निश्चिति प्रत्ययः विषये, सर्वत्र शप् एव आगच्छति, प्रथमं नूतनधातुः निष्पन्नम् अनन्तरं शप् योजनीयं, सर्वत्र शप् योजनीयम्. अपि च भगिनी यथा महोदय उक्तवान्, अहं तु किञ्चित् संक्षेपे उक्तवान्, गुणं भूत्वा तत् चाये अपि योगः योगाति एकारः तत् एचयवायावः सूत्रेण चायति चाययति अन्ततः. महोदय सम्यक्तया उक्तवान् महोदय. अत्र इदानीं तुमुन् तुमुन् तु कित् कित् नास्ति, आर्धधातुक प्रत्ययः अस्ति, तत्कारणात् तत् गुणनिषेधः नास्ति. चि योग ओ चि योग तुमन् अत्र तमन् सार्धधातुक आधुकयोः तत्र गुणं भवति. चि चे चे योग तुं चेतुं चिनोति इति रूपं कथम् इति सर्वे अवगतवन्तः वा? तत्र प्रथमं तु यदा श्नु इति प्रत्ययः आगच्छति तत्र अपित्वात् गुणनिषेधः भवति, चिनु इति अङ्गम्. अनन्तरं यदा महोदय उक्तवान् तिप् इति योजयामः, तत्र तिप् इति पित् अस्ति अतः गुणः भवति. प्रत्ययनिमित्तिक गुणकार्यम् अत्र विकर्णप्रत्ययनिमित्तिकगुणकार्यं नास्ति, प्रत्ययनिमित्तिकगुणकार्यम्. अतः एव यदा द्विवचने चिनुतः इत्येव भवति, तत्र तः इति प्रत्ययः अपित् अस्ति अतः तत्र गुणः तु न भवति. चिनोति चिनुतः इति आगच्छति. वयं तु एतद् यदा स्वादिगणे कुर्मः तत्र पूर्णतया कुर्मः, परन्तु इदानीमपि किञ्चित् पूर्वं किञ्चित् परिचितरूपेण. अस्तु, विजया भगिनी. किम् अस्ति दा इति धातु जुहोत्यादि दा इति धातुः सम्यक्. प्रथमं प्रथमं द्वाप्रत्ययं भगिनि. प्रथमं तु लट्लकाररूपं, लट् प्रथमपुरुष एकवचनरूपं ददाति इति पूर्वं भवान् उक्तवान् खलु भगिनि. चिनोति एतत् लिचिमध्ये द्वैरूपे अस्ति, परस्मै अपि अस्ति, उभयपदी उभयपदी दातु उभयपदी उभयपदी आत्मनेपदी अस्ति. इदानीं दा धातुः ददाति इति लट् प्रथमप्रशयसोत्थं ददाति इति आगच्छति, तत्र किं कर्तव्यं भगिनि? प्रथमं कथं ददाति ददाति इति प्रथमपुरुष एकवचनान्तरूपं, कथम् आगच्छति इति वदतु, प्रक्रिया वदतु. दा इति धातुः जुहोत्यादिगणे, तत्र विकर्णप्रत्ययः कः? विकर्णप्रत्ययं जुहोत्यादि लोपः तत्र अस्ति. सम्यक् सम्यक्. दायोगः ति इति भवति, तत्र यदा जुहोत्यादिगणे भवती उक्तवती द्वित्वं भवति, धाधा इति प्रथमं भवति, अनन्तरं विशेषसूत्रेण दधा इति रूपं भवति. दधायोगः ति कीदृशधातुः दधा? धातुः तु अजन्त, अजन्तधातुः वा इगन्तधातुः वा? ददाति इति ददा इति धातुः एव स्वीकरोतु प्रथमं, तत्र अन्तिमवर्णः कः? दधा इत्यस्य सम्यक् अजन्तधातुः सम्यक् दधा इति अजन्तधातुः. इदानीं ददा योगः ति, तत्र किमपि गुणः वृद्धिः वा किमपि भवति वा? ददाति तु एतत्तु तत्र किमपि नास्ति खलु तत्र तदा योगति एव तत्र ददाति एव आगच्छति खलु सम्यक् तदेव चिन्तनमेव सम्यक् एव सम्यक् तत्र किमपि नास्ति ति इति तिङ् प्रत्ययः अस्ति दधा इति अङ्गं तत्र दधा इति आकारान्त अङ्गम् अस्ति इगन्त अङ्गं नास्ति अतः गुणः न भवति ददाति इति रूपं सम्यक् त्वा प्रत्ययः स्वप्रत्ययः दत्वा एव तत्र तत्रापि गुणे निषेधः एव खलु सम्यक् सम्यक् आम् गुणनिषेधः एव अतः तत्र तु सन्धिकार्यं भवति सन्धिकार्यं भूत्वा दत्त्वा इति रूपम् आगच्छति तकारद्वयमस्ति तत्र आं वदतु भगिनि इति वृद्धिः भवति तत्र खलु भगिनि आम् परन्तु अस्माकं तु कित् किल तत्र गुणनिषेधः भवति भगिनी अत्र ददा अस्ति ददा अस्ति दत्त्वा कथं सिद्ध्यति रूपवन्ति रूप कित् अस्ति अतः गुण कित् अस्ति अथवा गुण अतः गुण न भवति ददात्वा ददा आकार किमर्थं ह्रस्वा भवति तत्र किमपि विशेषकार्याणि सन्ति महोदय किञ्चित् विशेषकार्याणि अपि सन्ति अनन्तरं किञ्चित् अस्माकं चर्तु न चर्तु सन्ति अन्यत् सन्धि भूत्वा दत्त्वा इति भवति दकारस्य तकारादेशः सम्यक् एव करि चत्वसन्धि भूत्वा दत्त्वा इति रूपम् आकारस्य लोपः अनन्तरं दत्त्वा इति रूपम् आगच्छति प्रक्रियाद्वयं वा त्रयं वा अस्ति ददा योगः त्वा अनन्तरं प्रक्रियाद्वयं वा त्रयं ददा इति न भवति धा एव भवति ददा इति जुहोत्यादिगणे प्रथमपुरुष एकवचने भवति इदानीं किं भवति धा एव अस्माकं धातुः धा योगः त्वा तत्र त्वा इति कित् प्रत्ययः गुणनिषेधः अनन्तरं किमपि भूत्वा आकारस्य लोपः अनन्तरं चत्वसन्धिः भूत्वा दत्त्वा अस्तु अतः प्रक्रिया अस्ति भिन्नप्रक्रिया अस्तु आं भगिनी विद्या भगिनी निच् प्रत्ययः दा एव स्वीकरोतु तत्र अपि प्रश्नेपदी आत्मनेपदी इति उभयरूपम् अस्ति दापयति दापयते इति उभयरूपम् अस्ति तत्र दायोगः निच्योगः निच् तत्र किं भवति दायोगः निश्योगः तत्र वृद्धिः भवति अजन्तदातु तत्र दा इति धातुः आकारान्तधातुः यदा अहम् उक्तवती आकारान्तधातोः विषये पुक् इति आगमः भवति पुक् आगमः इति भवति केनापि सूत्रेण सूत्रं वयम् अग्रे पश्यामः पुक् आगमः भूत्वा किं भवति इत्युक्ते दा योगः पुक् योगः इ कथम् आगच्छति इति अवगतं किल निच् इत्यस्य इ एव अवशिष्यते अनन्तरं पुक् इत्यस्य ककारस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा उकारस्य उपदेशे अनुजनासिक इति पकारः एव अवशिष्यते तत्र दा योगः पकारः योगः इ. इदानीं दापि इति अस्माकं नूतनधातुः अस्ति दापि. इदानीं शप् योजयतु, ति अपि योजयतु, किं भवति इति वदतु भगिनि. दापयति हलन्त्यम् इति तस्य लोपः इति सूत्रेण पकारस्य लोपः भवति. तत्र शक लट् अतिथि इति सूत्रेण शकारः लोपः भवति, आ एव तिष्ठति. तत्र दापि योगः आ योगः ति. अनन्तरं तत्र दापयति तत्र इकारस्य लोप किमर्थं गुणः भवति, गुणः भवति किल, गुणः दाप इति तिष्ठति. दापयोगः अकारः योगः ति दापयति इति आगच्छति. आत्मनिरूपं दापयति दापयति इति तावदेव समानकार्यमेव. तत्रापि गुणः एव भवति किल, इकारस्य एकारः गुणः दापयति, एचोयवायावः दापयति इति रूपम्. यत्र यत्र आकारान्तधातुः अस्ति चेत् तत्र पुक् इति आगमः भवति, तद् मनसि भवेत्. सूत्रम् अग्रे द्रक्ष्यामः, इदानीं पुक् आगमः इति मनसि भवेत्. तुमुन् अपि करोतु भगिनि. भगिनि एकः प्रश्नः, दापि योगः अ, तस्य गुणः भूत्वा दाप् इकारस्य एकारः भवति, वृद्धि गुणः एव खलु, तत्र गुणः किमर्थम् आगच्छति, गुणः न आगच्छति खलु. न न, सर्वत्र यत्र दापयति एव, तत्र यदा दापि इति आगच्छति वयं शप् इति योजयामः किल, यत्र यत्र शप् इति योजयामः तत्र तु गुणः भवति एव किल. पित्वात् गुणः, पित् अस्ति अतः गुणः, ईकारस्य गुणः एकारः, दापे योगः अयोगः ति, एकारः आकारः एचोयवायावः ऐ आदेशः दापयति. अवगतं वा? दापय योगः अयोगः ति इति भवति वा? दापय योगः दापय. अस्तु, धन्यवादः. भगिनी विजया भगिनी. दा योगः तुमुन् तत्र नकारस्य लोपः अलङ्कन् तस्य लोपः इति सूत्रेण नकारस्य लोपः भवति. उकारस्य अपि लोपः भवति खलु भगिनि, तत्र तुमुन् इति उकार आम् आम् दातुम् एव रूपं दातुम् एव आगच्छति. तत्र अत्र किमपि तुमुन् इति उकारस्य लोपः भवति, अतः तुम् एव तिष्ठति, दातुम् एव निष्पन्नम् भवति, तत् गुणः न भवति. किमर्थं न भवति गुणः न भवति तत्र? इगन्त अङ्गं नास्ति किल, इगन्त इगन्त नास्ति. अनन्तरं तत्र कित् नित् नित् कित् इति भिन्नरूपमस्ति. अनन्तरं कित् नित् नित् भिन्नः अस्ति चेत् गुणः भवति, परन्तु एतत्तु इगन्त अङ्गं नास्ति. आं भगिनि, अवगतं किल, इति आगच्छति. अनन्तरं दातुम् इति रूपं निष्पन्नं सम्यक् दातुम् इति तावदेव खलु भगिनि तत्र? आं तावदेव सम्यक् भगिनि. प्रिया भगिनी वक्तुमिच्छति वा अग्रिमधातुः? अद्य न भगिनी, अहं शृणोमि. अवश्यम्, अस्तु. रघुपतिमहोदय संस्कारम् अस्तु, अग्रिमधातुः किम् अस्ति भगिनि? गै गै हा अस्तु, गै धातुः अस्ति. गै धातुः इदानीं लट्लकाररूपम् अस्ति, लट्लकाररूपम् अस्ति. गै योग लट्लक लस्य तिप् तिप् अस्ति. कर्तरि शप् इत्यनेन विकरणप्रत्यय शप्, गै योग शप् योग तिप्, गै योग आयोग ति, अनन्तरं गै इति गुणान पुगन्तलघुपद्यस्य, परन्तु एतत् इक् इक् वर्णः नास्ति. अतः गै गै योग आय गाय गाय योग ति तिप् अस्ति, परन्तु इदानीम् अङ्ग इगन्त अङ्ग नास्ति, अतः गाय गायति. सम्यक्, उत्तम. गायति धातुः कीदृशधातुः इति अपि वक्तव्यं महोदय? अस्तु अस्तु, अजन्तधातुः अस्ति. सम्यक, अजन्तधातुः अस्ति. अजन्तधातुः अस्ति सार्वधातुक इति अत्र गुणः न भवति. किमर्थम् इत्येत् ईगन्त नास्ति, एजन्तधातुः अस्ति. अग्रे त्वा, ओके अस्तु. इदानीं गै योग त्वा, एतत् त्वा इति सार्वधातुकप्रत्ययः अस्ति, सार्वधातुकप्रत्ययः अस्ति, अपि च कित् अस्ति, अतः कित् अस्ति क्षम्यताम् आर्धधातुकप्रत्ययः अस्ति, कित् अस्ति, अतः अजन्तधातुः अस्ति, परन्तु एतत् कित् अस्ति. अतः नीतिचैत्यसूत्रेण गुणनिषेधः गै गै योग त्वा गै गै योग त्वा गैत्वा वा गैत्वा नास्ति किल? एकनिमिषम् एकनिमिषं, वयं तु सूत्रं न पठितवन्तः इदानीं पर्यन्तं. तत्र तत्रापि विशेषकार्याणि सन्ति, गीत्वा इति गीत्वा रूपं वयं जानीमः, परन्तु प्रक्रिया किञ्चित् भिन्ना अस्ति. गै धातुः विशेषधातुः अस्ति, अतः तत्र गीत्वा इति रूपम् आगच्छति. गै इत्यस्य गी भवति वा? गी इति भवति भिन्नसूत्रेण. हा सूत्रेण, अस्तु अस्तु. आम् तादृशमेव यदा मिच् इति योजयामः तत्रापि किञ्चित् प्रक्रिया भिन्ना अस्ति, परन्तु भवान् प्रयत्नं करोतु महोदय, अहं सहायं करोमि मध्ये मध्ये. अस्तु अस्तु, अनन्तरम् इदानीं गीत्वा गीत्वा अभवत्, अनन्तरं किम् अस्ति? निच् प्रत्ययः. निच् प्रत्ययः गै यो गै योग निच्, इदानीं निच् आर्धातुक अस्ति, आर्धातुक अस्ति न अस्तु आर्धातुक अस्ति. गै अजन्त अस्ति, निच् अस्ति, गै योग इ योग इ एव अवशिष्यते, अजन्त धातु अस्ति, अतः वृद्धि ओके वृद्धि एव एतत् वृद्धि एव अस्ति, अतः वृद्धि किमपि तस्य वृद्धि वृद्धि एव तिष्ठति. गै इ गै गाय् गै ऐ इ आय् भवति गाय् इति रूपम् इदानीं नूतनधातुः अस्ति. गाय् योग ति, इदानीं शप् कर्तरि शप् इति सूत्रेण शप् आगच्छति. गायि गायि योग शप् योग तिप्, गायि शप् इति पका अस्ति, अतः सर्व गुणा भवति गायि गाये गायेय गाय गायय गायय तिप् अस्ति. अनन्तर तत्र किमपि इगन्त नास्ति, इगन्ताङ्गः नास्ति, अथवा गायति अन्तिमरूपम्. परन्तु तत्र तु गापयति इति भवति अस्माकं कुकागमः भवति. अस्तु, तदेव अहम् उक्तवती. किञ्चित् भिन्न गापयति खलु भगिनि? आम्, गापयति. आम्, कथम् आगच्छति इति एकवारं वदामि. गै योगः यदा भवान् उक्तवान् निच् योगः ति इति, तत्र एजन्त अङ्गमस्ति किल, यदा भवान् उक्तवान् उपदेशे एजन्त अङ्गमस्ति, अतः धातोः आत्वं भवति. प्रायः एकवारं वयं दृष्टवन्तः आदेश उपदेशेशिति इति सूत्रमस्ति, तेन सूत्रेण आकारः आगच्छति. गै स्थाने आकारः, गै इदानीं घा इति भवति. गा योगः ई योगः ति. यदा अहम् उक्तवती किल ई आ इति अस्ति चेत् पुक् आगमः भवति सर्वत्र. यत्र यत्र आकारः दीर्घ आकारः अङ्गे अस्ति चेत् तत्र पुक् आगमः भवति. अतः पुक् आगमः भूत्वा गापयति. गापी इति अङ्ग नूतनधातुः, क्षम्यता, अनन्तरं गापयति. निच् परे एव भवति वा पुक् आगमः? धन्यवादः. न न निच् परे एव इति न, अन्यत्र अपि केचन स्थले भवति, सर्वत्र न, सर्वत्र न, सर्वत्र न. निच् एव इति न, तत्सूत्रं द्रष्टव्यं महोदय. तत्र किमपि अन्यत् स्थले अपि पुक् आगमः इति भवति. आर्धधातुकप्रक्रियायामेव. परस्मैपदी एव आत्मनेपदी नास्ति तत्र, परस्मैपदी एव. आम्, परस्मैपदी धातुः. आम्, गापयति एव. आदेश उपदेशे अशिति इति सूत्रमस्ति, तेन सूत्रेण आत्वम् आगच्छति. गै घा इति भवति. यत्र यत्र ऐकार एजन्त धातुः अस्ति तत्र तत्र आत्वं भवति इति मनसि भवेत्. आदेश उपदेश अशिति, यत्र शित् नास्ति न वयं न दृष्टवन्तः, न वयं न कृतवन्तः भगिनि. तत्र सूत्राणि सङ्ख्या सिक्स्, षष्टमध्यायस्य प्रथमपादस्य पञ्चचत्वारिंशत्. अस्तु, तुमुन् अपि करोतु महोदय. अस्तु, अत्रापि भवति वा पुगागम? अस्तु अस्तु. गाय योग तुमुन् अस्ति अत्र. तुमुन् तुम् तुम् एव अवशिष्यते. गायोग तुम् इदानीं तुम् तुमुन् आर्धातुकप्रत्यय अस्ति. आर्धातुकप्रत्यय अस्ति. गै अजन्त अस्ति, परन्तु नास्ति, सामान्यकार्यमस्ति. यदा यदा अहम् उक्तवती किल एजन्तधातोः आत्वं भवति, शिति परे नास्ति इति, तत्कार्यं भवति अत्रापि. हा हा, अस्तु. शिति परे शित् अस्ति वा? शित् नास्ति. अस्तु, अतः आत्वं भवति. शित् नास्ति, अस्तु, अस्तु, आत्वं भवति. आत्वं भवति, गा भवति, गै अस्य गा भवति. गायोगात् इदानीं तुं भवति. गा नित् नित् नास्ति, कित् नित् नित् नित् भिन्ना अस्ति. अतः अपि च एतत् इदानीं नास्ति, अथवा गातुम् एव. सम्यक्, गातुम्. आम्, सम्यक्, गातुम् एव. भगिनी वदति वा पुक् आगमः कदा भवति? पुक् आगमः वा? पुक् आगमः यदा धातोः आकारः अन्ते अस्ति चेत् पुक् आगमः भवति. धा इति धातुः दीर्घ आकारः अन्ते अस्ति, तत्र पुक् आगमः भवति. इदानीं किं किं गै इति धातुः घा इति भवति किल, आदेश उपदेशे क्षिति इति सूत्रेण, अनन्तरं घा इति अस्ति अतः पुकागमः भवति. यत्र यत्र धातोः अन्ते आकारः अस्ति तत्र पुक् आगमः भवति. तर्हि अत्र न भवति वा यत्र घातयति? न तुमुन् इत्यस्य न भगिनि. निच् इति निच् अनन्तरं भिन्न प्रत्ययः विषये एव. तुमुन् इति प्रत्ययस्य न भवति. तुमुन् प्रत्ययस्य गातुमेव रूपम्. अस्तु, तत्र पुक् आगमः न भवति. गातुम् इत्येव रूपम्. अस्माकं चिन्तनं तु अद्य प्रत्ययः कीदृशः, धातुः कीदृशः इति रूपं साधनीयं. वयं तु अग्रे विस्तृतरूपेण पश्यामः, अतः चिन्ता मास्तु. अस्तु, वयं भुवादिगणे यदा वयं गच्छामः तस्मिन् समये रूपाणि सर्वं वयं सूत्रसहितं पश्यामः. तत्र एक संशय भगिनि, आदे च उपदेशे अशीति इति सूत्रेण आत्वं भवति खलु भगिनि? धातोः धन्यवादः. इदानीं माला भगिनि, भवत्याः क्रमः एव. माङ्ग् इति धातुः. माङ्ग् दिवादिगणे माने इति धातुः. माङ्ग् इगन्तधातुः नास्ति. माङ्ग् योगः तित्. प्रथमं माङ्ग् इत्यस्य इत्संज्ञा करोतु भगिनि. माङ्ग् नकारस्य इत्संज्ञा हलन्त्यं वा? हलन्त्यं, हलन्त्यम् इति सूत्रेण नकारस्य लोपः मा अवशिष्यते. मा योगः ति आत्मनेपदी धातुः अस्ति अतः ते. ओ, आत्मनेपदी. अस्तु, ञकारस्य इत्संज्ञा यत्र भवति चेत् आत्मनेपदी इति वयं पठितवन्तः. सूत्रं स्मरति वा भगिनि? अन्य कोऽपि स्मरति वा सूत्रम्? आत्मनेपदी इति वयं पठितवन्तः. अनुदात्तानि सम्यक्. कथं वयम् अनुदात्त नीतः? अनुदात्त अथवा नित् अस्ति. अनुदात्त नित् इत् अथवा ङित् इत् भवति चेत् आत्मनेपदिरूपम् अनुदात्त. तर्हि मा माने न किं भवति रूपं? मा योगः ते इति मा सम्यक् एव. मा योगः ते इति उक्तवती. इदानीं विकरणप्रत्ययः आनयतु. मा योगः दिवादिगणे ष्यण्. सम्यक्. षकार नकारस्य नकारयोः लोपः भूत्वा यकारः अवशिष्यते. मा योगः य योगः ति मायति ते. ते आत्मनेपदी. मायते मायते. गुणः न भवति वा? आका न इगन्तधातुः नास्ति खलु? सम्यक् सम्यक्. इगन्तधातुः नास्ति, पित्वमपि नास्ति किल. श्यन् इति विकरणप्रत्ययः अस्ति किल. तर्हि मायते. सम्यक्. मायते इति धातुः. अनन्तरं मा योगः क्त्वा तत्र कित् अस्ति आर्धधातुकः. मा योगः क्त्वा तत्र किमपि विशेषकार्यमस्ति. मित्वा इति रूपं भवति. मित्वा अस्तु अस्तु मित्वा अनन्तरं मा योगः निच् तत्र आर्धधातुकः मा योगः निच् इत्यस्य चकार नकारयोः लोपः इ अवशिष्यते मा योगः इ योगः ति अजन्तधातुः अस्तु वृद्धिः न भवति परन्तु किम् आगच्छति तत्र यदा धा धातुः दृष्टवन्तः पुकारः वा पुकागमः आकारः अस्ति अतः पुकागमः पुगागमः अतः माप यति माप मापी इति भवति माप योगः इ मापी मापी योगः शप् योगः ति माप् तत्र मापे अ मापे योगः अ योगः ति अनन्तरं एचोयवायावः इति सूत्रेण मापयति मापयति इति भवति अनन्तरं तुमुन् खलु मा योगः तुमुन् तत्र तुम् अवशिष्यते नकारस्य लोपः उकारस्य लोपः भूत्वा मा योगः तुम् मातुम् सम्यक् मातुम् एव तत्र मित्वा इत्येव किञ्चित् विशेषरूपम् अस्ति सर्वम् अन्यत् सर्वत्र सामान्यमेव अस्तु धन्यवादः राजेन्द्रमहोदय बुद्ध् इति धातुः आम् आम् बुद्ध् धातु इदानीं भवादिगणि धातु अस्ति तत्र अपि आत्मने परस्मे अति अपि भवति भगिनि मापयति मापयते ओ एवं वा अस्तु परन्तु प्रक्रिया समानमेव न समानप्रक्रिया एव केवलं एकार एव भवति मापयति मापयते इति वा अहं पश्यामि भगिनि दत्तमस्ति अत्र लट्लकाररूपं मायते इति क्षम्यतां परस्मैश नास्ति आत्मने एव तदपि द्वयमस्ति आमां भगिनि मिमीते बहु कार्यमस्ति खलु भगिनि तत्र मिमीते मिमाते मिमते इति आगच्छति मम समीपे पुरतः पुस्तकमस्ति अतः एव मया दृष्टं शक्यं मिमीते लट्लकररूपं कार्यं बहु अस्ति खलु भगिनि तत्र अस्तु माङ् माने इति धातुः वा इति प्रथमं पश्यतु भगिनि रूपमस्ति मा मा इति माति आगच्छति तद् भिन्नम् तत् भिन्नमस्ति एतत्तु माङ् हलन्ते इति शब्देन इति अपगच्छति माङ् माने शब्दे च द्विहोत्यादिगणे इति आगच्छति लट् रूपं प्रायः द्रष्टुं चेत् तत्र लिट् इति रूपम् आगच्छति वा इति ब्रह्मः निमीते इति आगच्छति निमीते निमाते निमते लट् रूपम् एत एव एतत् निमीते प्रायः भिन्नकार्याणि भवितुम् अर्हति पदमस्ति खलु भगिनि आत्मने एव दत्तम् अत्र अस्तु परन्तु तत्र मीयते इति कर्मणि मापयति इति परस्मै मापयते इति उभयोरूपं दत्तवन्तः तत्र, परन्तु आत्मनि एव रूपं तत्र सन्ति इति अहं न प्रायः प्रक्रिया भिन्नम् अस्ति, सूत्राणि सन्ति, सर्वं भवितुम् अर्हति भगिनि. यदा यत् रूपं भवती वदति प्रायः यङ्ग् लुगन्तदु रूपम् इति चिन्तयामि, तत्र एव तादृशरूपम् आगच्छति. निमीते सर्वत्र निमाते इति यङ्ग् लुगन्तरूपम् इति वदामः, तत्रापि प्रक्रिया किञ्चित् भिन्नः भवति, यङ्गन्तरूपं वा यङ्ग् लुगन्तरूपं वा तत्रापि तादृशरूपाणि आगच्छन्ति. वारं वारम् इति वदामः किल, वारं वारं पठतु, तादृशं तत्र यगन्तरूपम् इति वदामः, तत्र एव यदा भवती वदति तादृशरूपाणि अहम् दृष्टवती. प्रायः तत् अहं दृढतया न वक्तुं शक्नोमि, परन्तु प्रायः तत् अहमपि पश्यामि. आं भगिनि, दरीदृश्यते, दरीदृश्यते वारं वारम् इति, वारं वारम् एतत् एव दरीदृश्यते. आम्, यङन्तरूपं प्रायः तद् अहं कान्फिडेण्ट्लि न वदामि, दृष्ट्वा वदामि. अस्तु अस्तु निमीते, धन्यवादः. आं महोदय, बुद्ध. आम् आमिन भगिनि, अत्र भवादिगणे बुद्ध धातुः भवादिगणे धातुः अस्ति. अत्र बुद्ध योग लट् लकारस्य विवक्षा ति आगच्छति, ति आगच्छति. अनन्तरं कर्तृशप् सूत्रेण बुद्ध योग अकारः योगति. इदानीं तु पुगन्धलघु उपदेशस्य सूत्रेण तत् गुणं भूत् भवति, भू भो भवति, बोध बोध योग अकारः योगति. सन्तत वर्णमेलनं मेलनम् अनन्तरं तत् बोधति, बोधति रूपं निष्पन्नं भवति लट्लकारे प्रथमपुरुषे एकवचनं. इदानीं बोधयति इति भवति किल महोदय, तत्र भवत्या तत् अहं चिन्तनम् आसीत् तत् कारणतः इकारः आगच्छति, इडागमः भवति तत् इकारः बोधयति भवति, परन्तु सूत्रं न स्मरामि कथम् आगच्छति बोधयति. अहं भवती सम्यक् प्रायः भिन्नसूत्राणि सन्ति, बोधयति इत्येव आगच्छति, अहमपि दृष्ट्वा. बोधि इत्युक्ते अकारः अकारः मिलित्वा तत् आय् आदेश एचयः, तत् बोधे बोधयति तत्र निष्पन्नं भवति, भवती सम्यक् भवति. भगिनि अत्र इडागमः सार्वधातुके एव भवति न कर्म? सार्वधातुके इडागमः न भवति, तत्र इडागमस्य विषयः नास्ति, किमपि अन्यत् कार्यमस्ति, अहं दृष्ट्वा वदामि. बोधयति इत्येव रूपं तत्र प्रायः चुरादिगणे यदा आगच्छति तादृशं किमपि कार्यं भवति इति चिन्तयामि. बुद्ध धातुः बुद्ध अवगमने, बुद्धिर्बोधने वा बुद्ध अवगमने इति धातुः, धातोः अर्थं न दत्तमस्ति, क्षम्यता. बुध अवगमने भगिनि, बोधति इति अपि रूपं साधुः, साधु एव. बुद्ध अवगमने इति धातुः अस्ति चेत् बोधति इति रूपं साधु एव. यदा बुद्ध बुद्धिर्बोधने इति भवति चेत् तत्रापि बोधते इति रूपं साधु एव महोदय, क्षम्यतां, मम दोषः. उभयपदी अस्ति वा? उभयपदी अस्ति, बोधते बोधति इति, बोधयति इति अस्माकं निजन्तरूपं भवति, निजन्तरूपं भवति. सम्यक् एव बोधति. त्वा त्वा प्रत्ययम् अत् त्वा तु आर्धधातुक प्रत्ययः अस्ति, कित् कित् तत्कारणात् तद् गुणनिषेधः न भवति. बुद्ध किं किं भवति तत्र हल्सन्धिः भूत्वा बुद्ध्वा इति रूपं भवति. दकार तकारयोः हल्सन्धिः भवति. बुद्ध्वा तत्र बुद्ध्वा तत्र आम् भगिनि तत्र दकारस्य प्रभावेन तकारस्य भवति. अनन्तरं तत् एकाचो बशो बश प्रायः तत् सूत्रेण अल्पप्राण दकारः आगच्छति. बुद्ध्वा अनन्तरं तु निच् प्रत्यय बुद्ध योग निच् अत्र तत्र निच् अत्र बुद्ध योग निच् अत्र तु बो गुणं भूत्वा बोधि निष्पन्नम् नूतन धातु अतिदेशिक धातु भवति. बोधि योग अकारः योग शप् अपि च ति प्रत्यया आगत्य तत्र बोधि इकारः अकारः बोधे गुणं बोधे अपि च तदनन्तरं यचो यवायावः आय आदेशः भवति. बोधयति अनन्तरं इदानीं तदनन्तरं तत् इदानीं त्वा निच् अभवत् तत् तुमन् तत्र बुद्ध योग तुमन् तत् नकारस्य लोपः भूत्वा हलन्त्यं सूत्रेण तत् बुद्ध योग तुम् तत्र अपि पुगन्धलघुपदस्य च सूत्रेण तत् बोधयोग तुं बोधं भगिनि तत्र एव इडागमस्य प्रसक्तिः. तुमुन् इति इडानुकूलप्रत्ययः किल तुमुन् तु सेट् अस्ति. तदपि धातु अपि सेट् बोधितुं एतावता वयं धातुः दृष्टवन्तः. ते सर्वे अनिट् अस्ति अतः वयम् इडागमचिन्तनं न कृतवन्तः. बुद्ध् इति धातुः सेट् अस्ति. तुमुन् अपि इडानुकूलप्रत्ययः अस्ति अतः बोधितुम् इति रूपं तत्र भवति. सम्यक् भगिनि कृपया वदतु सेट् कथं भवति. धातुः सेट् इति तु वयं यदा अस्माकं कमेण्ट्रि इति पुस्तकं दृष्ट्वा एव वयं वक्तुं शक्नुमः. वयं प्रायः कृतवन्तः अपि तत्र यदा आत्मनेपदि धातुः उदात्त अस्ति चेत् इति एकनिमिषम् अहं वदामि. अनुदात्त अस्ति चेत् अस्ति चेत् अनिट् अस्ति. उदात्त अस्ति चेत् अस्ति. स्वरितः अस्ति चेत् सेट्. परन्तु कथं जानीमः उदात्तः? तदेव अहम् उक्तवती. स्वरचिह्नानि इदानीं नास्ति किल अतः एव अस्माकं धातुपाठं दृष्ट्वा एव वयं वक्तुं शक्नुमः धातुः सेट् वा अनिट् वा अस्ति वा इति. परन्तु प्रत्ययः तु वयं जानीमः किल नेड् वशीकृति इति इडागमनिषेधकसूत्रम् आर्धधातुकस्य इड् वलादेः इति विधायकसूत्रं. वलादिः भवेत् वशादिः न. अतः तकारः तु वल् प्रत्याहारे अस्ति. वशी न इत्युक्ते तत्तु अस्माकम् इडानुकूलप्रत्ययः. अस्तु भगिनि. स्वरचिह्नानि अस्ति चेत् वयं ज्ञातुं शक्नुमः. स्वरचिह्नानि नास्ति चेत् किञ्चित् कष्टमेव. अस्तु भगिनि, धन्यवादः. तर्हि तस्य निरर्थकम् अस्ति भगिनि. यदि स्वरचिह्नं नास्ति चेत् धातुपुस्तके वयं पठित्वा न न न तत्र एव किं कृतवन्तः इदानीं यद् धातुपुस्तकं यत् प्रकाशितवन्तः तत्र तु आरम्भे एव लिखितवन्तः कस्मिन् गणे अस्ति सेट् वा अनिट् वा द्विकर्मकः वा अकर्मकः वा सर्वम् अत्र उपरि एव दत्तमस्ति. प्रायः अहं कुत्रापि दृष्टवती इदानीमपि लभ्यते केचन स्थलेषु स्वरचिह्नसहितं धातु पाठः इति प्रायः सान्स्क्रिट् डाक्युमेण्ट्स् वा इति किमपि PDF रूपेण प्राप्तुं शक्यते इति अहमपि कुत्रापि पठितवती. परन्तु यदा अस्माकं पार्श्वे पुस्तके दत्तमस्ति चेत् वयं तु तत् कष्टमपि न स्वीकुर्मः किल. तत्र उपरि एव दत्तमस्ति चेत् वयं ज्ञातुं शक्नुमः सेट् ओ अस्तु बुद्धिति धातुः सेट् अस्ति. प्रत्ययः विषये तु किञ्चित् सौकर्यमस्ति. मातुः पुस्तके नास्ति पुष्पदीक्षितायाः अस्माकं पुस्तके स्वरचिह्नसहित पुस्तकमिति पुष्पदीक्षितमहोदयस्य अपि अस्ति इति कुत्रापि दृष्टवती. मम पार्श्वे नास्ति प्रायः लभते. अस्तु सर्वं लौकिकविषये वयं न स्वीकृतवन्तः परन्तु वेदविषये एतत् सम्यक् आगच्छति स्वरितम् अनुदातम् एतत् उदातम् एतत् लौकिकविषये वयं न दृष्टवन्तः. आं सम्यक् आम् अस्तु अस्तु अद्य अत्र समापयामः. अग्रिमसप्ताहे वयं अस्मिन् पाठं पूरयामः. तत्र यद् यत्किमपि अवशिष्टमस्ति तद् गृहपाठरूपेण करोतु. द्वितीय अभ्यासः अपि करोतु. अस्तु धन्यवादः धन्यवादः धन्यवादः धन्यवादः भगिनि शुभरात्रि धन्यवादः. भगिनी